नमस्सर्वेभ्यः समासस्य दिनवर्ति सर्वेषां स्वागतम्। ॐ येनस्मिन् सा गिरपुंसा विमलैः शब्दवारिभिः समस्तायम् तस्मै पाणिनिः नमः। गोमती भगिनी समास सूत्राणि वदति वा? मम नाम उक्तवान् वा? देर् आर् ओन्ली गोमती भगिनी अण्ड् उषा भगिनी हियर्, सो ऐ आस्क्ड। या यु केन् रीड् दट्। ओके, पुरुषः द्विगुश्च द्वितीयाश्रितादीतपतिप्राप्तापन्नैः स्वयं तेन खट्वाक्षेपे सामे कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलः निपुणमिश्रश्लक्ष्मैः कर्तृकरणे कृता बहुलम् कृत्यैरधिकार्थवचने अन्नेन व्यञ्जनम् भक्ष्येण मिश्रीकरणम् चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेताकोडमुक्तपतिता पत्रस्थैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्रायित्तेन सप्तमी शौण्डैः सिद्धशुष्कभक्त्वबन्धैश्च वाङ्क्षेण क्षेपे कृत्यैरणे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजगत्पुराणनवकेवलाः समानाधिकरणेन दिक्संख्ये संज्ञायां तद्धितार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वो द्विगुः कुत्सितानि कुत्सनैः आपाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याख्यादिभिः सामान्यप्रयोगे विशेषणं विशेष्येण बहुलं पूर्वापरप्रथमचरमदखन्यसमानमध्यमध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नन्यव शिष्टा शिष्टेनानन्या सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानं नकरकतमौ जातिपरिप्रश्ने किं क्षेपे कोटा युवतिस्तोककतिपयवृष्टिधेनुवशावेहन वष्कयणी प्रवृत्तृश्रोत्रियाध्यापकधूर्तैर्जातिः प्रशंसावचनैश्च युवा खलति पलितवलिनगरवीथिः कृत्यतुल्याख्य अजात्या वर्णो वर्णेन कुमारः श्रमणादिभिः चतुष्पादो गर्भिण्या मयूरव्यंसकादयश्च। द्वितीयाध्याये द्वितीयपादः पूर्वापरधरोत्तरमेकदेशीनैकाधिकरणे अर्धं नपुंसकं द्वितीया तृतीया चतुर्थतुर्याण्यन्यकरस्याम् प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नन्य ईषत्कृता षष्ठी याजकाद्भिश्च न निर्धारणे पूरणगुणसुहितार्थसदव्ययसव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च कृजकाभ्यां कर्तरि कर्तरि च नित्यं क्रीडाजीविकयोः पुगतिप्रादयः उपपदमतिङ् अमैवव्ययेन तृतीया प्रभृतिरन्यतरस्यां त्वाच इति समासान्तसूत्राणि इति वदतु। अस्तु, एकनिमिषं। तत्पुरुषस्याङ्गुलेः सङ्ख्यायादेः अह सर्वैकदेशसङ्ख्यातपुण्याच्चरात्रेः अह्नोन्ह एतेभ्यः न सङ्ख्यादेः समाहारे उत्तमैकाभ्यां च राजा सखिभ्यश्च गौरवद्युतलुके अग्राख्यायां मुरः अनोश्यामय्य सरसां जातिसंज्ञयोः ग्रामकौटाभ्यां च तक्ष्णः अदे शुनः उपमानादप्राणिषु उत्तरमृगपूर्व च सक्थनः नावो दिगोः अर्धाच्च खार्या प्राचां द्वितृभ्यामञ्जलेः अनसन्ताननपुंसकाच्छन्दसि ब्रह्मणो जानपदाख्यायां कुमहध्यामन्यतरस्यां नमो नमः। धन्यवादः धन्यवादः। नमस्ते गीताञ्जलि भगिनी। नमस्ते महोदय, क्षम्यतां किञ्चित् विलम्बेन आगतम्। चिन्ता मास्तु। उषा भगिनी, अपोतापोटमुक्तपतितप्रस्थैरल्पश इति सूत्रं पठति वा? आं महोदय, पञ्चमी अन्तसुबन्तस्य अपेत अपोढमुक्तपतित अपत्रस्थ च इत्येतैः सुबन्तैः सह पञ्चमी तत्पुरुषसमासः विकल्पेन भवति। अपेता पोढमुक्तपतितापत्रस्थैरल्पशः कुत्रचित् अल्पशः कुत्रचित् पञ्चमी अन्तं सुबन्तम् अपेत अपोढमुक्तपतित अपत्रस्थ इत्येतैः सह तत्पुरुषश्च समासः विकल्पेन भवति। अपेतश्च अपोढश्च मुक्तश्च पतितश्च अपत्रस्थश्च तेषाम् इतरेतरयोगद्वन्द्वः। अपेतापोढमुक्तपतितापत्रस्थैः अपेतापोढमुक्तपतितापत्रस्थास्तैः तृतीयान्तम् अल्पशः अव्ययम्। सूत्रे अल्पशः इत्यस्य अर्थः कुत्रचित् इति। अल्पेभ्यः प्रातिपदिकेभ्यः उत्पन्ना या पञ्चमी सा समस्यते, न तु सर्वेभ्यः प्रातिपदिकेभ्यः इत्यर्थः। तन्नाम कुत्रचित् पञ्चमीयन्तं सुबन्तम् उक्तैः सुबन्तैः सह समासः भवति, न तु सर्वत्र। सुभामन्त्रिते पराङ्गवत् स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः, सहसुपा इत्यस्य अधिकारः, विभाषा इत्यस्य अधिकारः। अत्र सुपा इति शब्दस्य वचनपरिमाणं कृत्वा बहुवचने भवति। तत्पुरुषः इत्यस्य अधिकारः पञ्चमी भयेन इत्यस्मात् सूत्रात् पञ्चमी इत्यस्य अनुवृत्ति, अनुवृत्तिसहितसूत्रम् अल्पशः पञ्चमी सुप् अपेत अपोड मुक्त पतित अपत्रस्थ सुब्भिः सह विभाषा तत्पुरुषः समासः। सूत्र अपेतापोढमुक्तपतितापत्रस्थैरल्पशः इति सूत्रे अल्पशः इति कुत्रचित् इत्यर्थे तिष्ठति। पञ्चमीभयेन इति सूत्रात् पञ्चमी इति अनुवृत्तिः भवति। पञ्चमीयन्तं सुबन्तम् अपेत अपोढमुक्त पतित अपत्रस्थ इत्येतैः सह तत्पुरुषसमासः भवति, विकल्पेन भवति। अल्पशः इति कुत्रचित् इति अर्थेन पञ्चमीयन्तं सुबन्तम् अपेत अपोढमुक्तपतित अपत्रस्थ इति शब्देन एव समस्यते। पञ्चमीयन्तं सुबन्तम् अपेत अपोढ सर्वेभ्यः प्रातिपदिकेभ्यः न, ओन्लि अपेत अपोड मुक्तपतित अपत्रस्थ। अत्र वचनद्वयस्य अर्थं वदतु। एकमस्ति अल्पेभ्यः प्रातिपदिकेभ्यः उत्पन्ना या पञ्चमी इत्युक्ते किम्? अल्पेभ्यः प्रातिपदिकेभ्यः उत्पन्ना या पञ्चमी, नाट् सर्वेभ्यः सर्वेभ्यः प्रातिपदिकेभ्यः न, अल्पेभ्यः प्रातिपदिकेभ्यः पञ्चमी. तस्य अर्थं किम्? अल्पेभ्यः प्रातिपदिकेभ्यः फ्यू प्रातिपदिक पञ्चमी. अल्पेभ्यस्य अर्थं किं? विरल कुत्रचित् इति गिवन्. सो अल्पेभ्यः अल्पशः कुत्रचित् अल्पेभ्यः प्रातिपदिकेभ्यः. सो अल्पशब्दस्य सम्बन्धः अस्ति वा न? अल्पशः कुत्रचित्, अल्पशः इत्युक्ते कुत्रचित्, कुत्रचित् अल्पेभ्यः तदपि अल्पप्रातिपदिकात् एव अल्पेभ्यः तृतीय पञ्चमी भवति न? आमां, अल्पशब्दस्य अल्पशब्दस्य पञ्चमी. तत्र प्रातिपदिकेभ्यः अल्पेभ्यः इति तयोः सम्बन्धः विशेषणविशेषमस्ति न? अल्पेभ्यः प्रातिपदिकेभ्यः या विशेषणविशेष्य अत्र प्रातिपदिकेभ्यः इति विशेष्यम् उत्पन्ना इत्युक्तत्वात् प्रातिपेभ्यः प्रातिपदिकेभ्यः. सो प्रातिपदिकम् इस् बीङ्ग् विच्छित प्रातिपदिकम् अल्प इस् अ प्रातिपदिकं न? अल्पेभ्यः प्रातिपदिकेभ्यः. ओ ऐ सी, सो अल्प इस् द प्रातिपदिक देयर्. या अल्प इस् द उत्पन्ना या पञ्चमी सा. सो पञ्चमी पद सुबन्धम् उत्पन्नं भवति प्रातिपदिकेभ्यः या ये अल्प इति अर्थसूचनार्थं शब्दानां. That is what is the important part of it. Panjami subantam apoeta apota mukta patita apatastha etesham subandhanam samasanam kritva panjami tatpurusha samasa bhavati. Panjami yantam subantam? Panjami yantam subantam. Kidrusha panjami yantam subantam ityukte te e alpa इति प्रातिपदिके प्रतिगस्य परिवर्तनं भूत्वा उत्पन्ना भवति सा पञ्चम्यन्तं तस्ता प्रातिपदिकस्य पञ्चम्यन्तं. दट् मीन्स् वाट् एवर् वर्ड् ईस् इण्डिकेटिङ्ग् अल्प मीन्स् दस् दर् आर् मेनि वर्ड्स् विच् आर् गिविङ्ग् द मीनिङ्ग् आफ् अल्प. अल्प दोस् अल्प अर्थं सूचयितुं प्रातिपदिकानाम् उपयोग्यं कृत्वा येन सुबन्धं भवति तस्य पञ्चम्यन्तस्य अपेता अपोट एतेषां सुबन्धानां सह समसनं कृत्वा पञ्चमी तत्पुरुषसमासः भवति इति. अण्डर्स्टुड्? No, no, I was thinking of the example, Mahadaya. Swargat patitaha. Swargat is the panchami yantam padam. Patita is the shabda given in the sutra. Swargat patitaha. So, I thought there alpashaha meaning in, with only with certain few sounds, not alpa shabda. I agree with Tushabhadi. Then what is that, then what is the meaning of alpebhyaha pratipadikebhyaha? I thought only with the few, like there is swargat patitaha, but there was one thing that was not allowed. What was that? Something else. Prashadat. Prashadat. भोजनात् प्रासादात् फ्रम् द पालस् या इट् वास् नाट् अलौड् or something like that, whichever is not traditionally used, you can't use it. That's how I understood. Yata prasadat patitaha. Yeah, you are right. But I was confused between this alpebhya pratipatikebhya. Alpebhya pratipatikebhya, I thought pratipatikebhya is the viseshya. Viseshanam is alpebhya. So alpebhya pratipatikebhya utpanna ya panchami. So only... only with the few pratipatika right, that are in panchami. My confusion came because of the two statements which are I was not able to resolve between the two. Tannam prachit panchami subandham uktaihi subandhai saha bhavati natu sarvatra. Sarvatra. You take it like this, no? Sarvebhya pratipatikebhya na bhavati. Yeah, that's how I understood, yeah. अल्पेभ्यः प्रातिपदिकेभ्यः एव भवति ऐ थाट् दट्स् वाट् द नेक्स्ट् सेण्टेन्स् इस् आल्सो गिविङ्ग् महोदय तन्नाम कुत्रचित् पञ्चमीयन्तं सुबन्तम् उक्तैः सुबन्तैः सह समासः भवति न तु सर्वत्र then yeah. how do we take which is applicable which is not applicable which is the definition that is whatever is given in shastra sahitya whatever that is okay whatever that is you are not near the mic Gopati Bhagini you are not near the mic whatever is given in shastra kavya or loke whenever it is used that for that word only this sutra is applicable we cannot make new yeah that's what I also thought Mahodaya and the problem is we do not know how many padanis are there in loke so what we know is grihasapatita or grihasanirgataka that way only we know so whatever is given in this example we take it as such whatever we come across in kavya or loke we can of course ask knowledgeable persons then my question yeah I accept what you are saying and understand that then my next question is then why not get that into sahasupa in the anuvrtti sahita sutram no sahasupa yeah. also says no we cannot make new samasa whatever is there in the shishta prayogam yasra putra bhavati that is becoming because of sahasupa right yes sahasupa also has only few compounds I thought or they are not yeah, we cannot what I thought that yeah so, right but, anyway I'm just clarifying my doubt the bahulam if you clarify your doubt we will get more doubts and our thinking will be clearer Mahodaya it's always better to ask in this class we are free to ask whatever comes in our mind right yeah absolutely that is why this is a Chintana Varga no so I am working here question because I have a doubt so why what was the necessity for a separate sutra like this when it is only you know what is available in the kavyas and shastra should be used then the sahasupa sutra should have been enough no Mahodaya but even in the bahulam explanation we read right like manduka plutya if the bahulam comes kartrikarane krita bahulam the bahulam right. also then it can bring some places where it is not and where it is and all that where it is not applicable and all that but yeah. here also we read something like that for tatpurusha for panchami tatpurusha also I understood because if bahulam is not required here without bahulam also we can make that is what I understood oh right anyway let's say that it comes Okay. But what is traditionally given is what we should ask. I think even the traditional given, whatever is given is so much that we don't know. Right, I know. Absolutely, we have no knowledge of her. We are just scanning through that what is given in the sutras only. Anyway, you know, Mahadeva, out of the context, I just want to tell you something. We almost went to the Padakala, he's starting something from, I forgot the name. This is the first time I'm going to attend Raghuveera Kavyam or something. That Kavya study, she is one lady is going to take. If we listen to such things, you know, we will get familiarized with Sanskrit words. So I joined. Okay. It's going to start on 26th October, Mondays and Wednesdays. Usha Bhagini, if you are interested, so also, you can see what that. What time, Bhagini? 6:30 to 7:30 India. 6:30 to 7:30. Same time for this class. Oh, but it's on. Okay. I mean, we may be late for 5 minutes or something to Vidya Bhagini's class. But of course, we can take her permission. But I have decided to listen to because I have absolutely no connection with any of the Kavyas. I would love to too. But I have too many commitments. I'm scared to commit. It's available in YouTube, Bhagini. Later you can listen to the recording. So this is not an interactive class. So then I can hear it later too. It is a webinar, interactive, but it is always in the website. Oh, okay. The record is in the website, so you can always access it and then listen to later. I recently joined the Vyoma Patashala too, but there also I'm just touching and then I don't have the time. Just because we said, you know, we are not at all familiar with Kavya, Padani in Kavya. I thought it's a good idea. Yeah. Astu. See, I'm reading a lot of, the Vedic part of Sanskrit, like Shankarabhasya, the Tika, Anandagiri Tika, and all those things. So, I was never attracted towards Kavyas and, they like Raghuvamsa, Ramayana, or this thing, or what you call it, Sahitya. So, that is my problem. It never attracts me. But according to Pushpa Dikshit Mahodaya, the grammar in Veda and this Laukika grammar, you know, about the late, there is not much difference. So she is including in Sarvadhatuka Lekara's late also. So she is teaching all the five. Okay. So you can take out the, of course, for Veda there is another. The entire set of Vyakarana Shastram is there, that is what I have heard. But yesterday, in one of the, something I was listening to from Dr. Soumya Krishna Puri, Vyoma Patashala, there she was telling, Pushpa Mahodaya, Dikshit Mahodaya has taken late also along with this, and she says there is not much difference. So Yes, what she said, that she has told in one of our classes earlier, she said that, that the what is Laukika is already there in the Vedic. So, I heard the entire Laukika is already there in Vedic. Vedic has got additional something, that's all that the difference is there. So, that's what she said. But the Bhashya Tika or the Tipani, you don't need the... I mean, the Vedic usage won't be there. They will only explain what is the... They will only explain the Upanishad words and all that, Right. If you are reading the Moolam of Upanishads and the Veda Mantras, then that time you will need this Vedic grammar. But what is written in the Bhashya, Tika, Tipani and all those... Yeah, for that we don't need the... Right. Yeah. Right. I get to hear in the ashram... this Bhashya, and I don't read it by myself, but I only get to hear from the Swamijis. When they read, I love to follow with them. But by myself, I have been telling myself I should, but I don't. Okay. Bhashyam, if you say, you mean Gita Mahabhashyam, I mean Gita Shankara Bhashyam. Yeah, Gita Shankara Bhashyam is there, Anandagiri Tika is there, there are so many other. महाभाष्यं नो महाभाष्यम् इस् व्याकरणं सो यु आर् मीन् टाकिङ्ग् अबौट् शाङ्करभाष्यम् ओके Now, okay, let us proceed. Here, Alpebhya Pradipadikebhya, I would rather, I mean, I will understand this is, Kutrachit, Ken, Kutrachit Pradipadikebhya, or Kenajit Pradipadikebhya, Utpanna, not the word Alpebhya, right, okay. Kaihit. That's fine. Okay. Kaihit Pradipadikebhya. Pradipadikebhya, Utpanna, Ya Panchami, Sa Samasyate, न तु सर्वेभ्यः प्रातिपदिकेभ्यः इत्यर्थः अस्मिन् सूत्रे पञ्चमी इति शब्दः प्रथमाविभक्तौ अस्ति अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भवति उपसर्जनसंज्ञानन्तरं पञ्चमी इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम् इति सूत्रेण पञ्चमी इति अनुवृत्तिसहितम् अस्ति पञ्चमी इति समासविधायकसूत्रे प्रथमाविभक्तौ अस्ति प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति उपसर्जनं पूर्वम् इति सूत्रेण अपेत अपयोगः इण् योगः कर्तरि तप्रत्ययः अपेत डिपार्टेड् अपोढ अपयोगः वह् योगः त इत् टेकन् अवे आर् रिमूव्ड् क्यारिड् आफ् मुक्तः मुच् योगः त इत् फ्रीड् पतितः पत् योगः कर्तरि त ड्राप्ड् अपत्रस्त अपयोगः त्रस् योगः इत् अफ्रेड् आफ् आर् फ्ली So this is in yoga, everything is, apetha, apodha, everything is itta pratyaya. Okay. Tanta, tena. See that is why, you know, tena. Tantena, tena. Oh, taas, right. Apetha, apodha, mukta, patita, apatras, taas, thai, something like that came, सूत्रे अल्पशः अग्रे पठामि महोदय सूत्रे अल्पशः इति शब्दस्य प्रयोजनं किम् अल्पशः इति पदप्रयोजनेन सूत्रं सूचयति यत् केषाञ्चन पञ्चमी अन्तपदानाम् एव समासः भवति एतैः उक्तैः शब्दैः सह सर्वत्र न भवति यथा प्रासादात् पतितः भोजनात् अपत्रस्थः इत्यादीनां विषये पञ्चमी तत्पुरुषः न भवति अतः एव सूत्रे अल्पशः इति पदं योजितम् अस्ति प्रकृतसूत्रे कर्तृकरणे कृता बहुळम् इत्यस्मात् सूत्रात् मण्डूकप्लुत्या बहुळम् इत्यस्य अनुवृत्तिं कृत्वा अल्पशः इति पदं विना अपि प्रकृतसूत्रस्य कार्यं भवितुम् अर्हति अतः अल्पशः इति पदं मास्तु इति व्याख्यानेषु उच्यते अवगतं महोदय आं महोदय मण्डुकप्लुत्येन बहुळं इस् देर् सो वि डोण्ट् नीड् अल्पशः द इश्यू इस् दट् यु नो नौ इन् दिस् सूत्रं सेयिङ्ग् दट् प्रासादात् पतित भोजनात् अपस्तत्र इति सप्तमी पञ्चमी सप्तपुरुष न भवति वेरस् इन् द नेक्स्ट् सूत्र we will be discussing that you know uttarapadi alupata uttarapadan iti karanena vipakti lopa na bhavati right prasadat is there bhojanat yeah you know that in the next sutra where that uttarapadi karas from there, you know, panjami, because of that panjami super panjami pratyaya na luk bhavati iti krutva. What is the example given here? Stokan muktaha iti panjami. Okay. Stokat takarasya. The panjami takarasya lopa na bhavati iti asti. So here if we say that now prasatat parita, if somebody is yojini, they bhavachana tapastastra, if varnamelanam kritva likati chet, whether it is samaso or not, we won't be knowing because of the uttarapadyadhikarasya. These are all some of the questions which comes to my mind. Suppose, because we see, read the shastras or the, you know, kavyas, they use the sandhi. They varnamelana kritrajit, varnamelanam kritva kutrajit, you know, sandhim kritva likati. But whether it is aluk samasa or whether it is because sandhi na bhavati, sandhi na kartum shakyate va, how do we know that? Govindi Bhani, you understood, no, what my question is? Yeah, I understood. I have understood this. That is, the more you read, the more you interact, the more you spend time with your acharya, this is the only way you can learn. Yeah. And the Sanskrit is an ocean. It's a big ocean. So, we will learn whatever we are getting in our hands and then try to retain that in our memory and then go ahead. That's what my this one. So I don't ask for explanations in these places. When they say prasada supatitaha, it cannot come. I just accept, because my level about the prayogas in Sanskrit literature is not, it's very, very less. So I just accept and I'm going over there. Yeah, I know. I that is the best way to do it. But being scientific minded, the question comes to me naturally. But Mahodaya, for all the Sanskrit texts, I thought they all have commentaries. Most of them have commentaries and we have to go by their, they all say for everything they will have Mallinatha's commentary or some special commentary they would say. And then they would say you follow that Acharya's to understand, to see where the sandhi is done, where the sandhi is not done. And they would mention. Yeah, that is right. That is as far as the old kavyas we are studying. But now, going by the recent writings in the websites and, you know, all the newspapers, which are e-newspapers, which are being coming. There is no commentary is coming from anyone. Oh, that's true. Because I read that also, no? Sandesh, Sambhashna Sandesha, that magazine which comes. Okay. Right? Are you able to follow that? I am not able to follow it. I was afraid of that. That's why I also didn't get it. I'm forcefully reading that so that, you know, I get a use of that usage. But I don't understand most of things. I understand the Balakadas, the simple things. That's all I understand from Sudharma or Sandeshaha. So I was, I do not know when I'm going to understand the problem. Yeah. Okay. And Govindi Bhagini, this Udaharanani Padatam? सुखादपेतः विमुक्तः इत्यर्थे सुखापेतः सुखात् दूरम् इत्यर्थः सुखादपेतः व्यस्तप्रयोगः सुखयोग नासि योग अपेता योग सु सुखादपेतः सुखा इति पञ्चमी सुबन्धमस्ति अपेता इति शब्देन सह समासः भवति अपेतः इत्युक्ते विमुक्तः इति अर्थः रूपद्वयं भवति किमर्थं चेत् एतत् सूत्रं विभाषा इति अधिकारी अस्ति सुखापेतः सुखाद् अपेतः इति रूपद्वयं सुखात् दूरम् इति अर्थः भवति सुखापेतः इति अलौकिकविग्रहवाक्यं सुख योग ङसि योग अपेता योग सु प्रातिपदिकं भव प्रक्रिया वदामि अग्रिम उदाहरण कल्पनायाः कल्पनायाः अपोढः अपाकृतः इति अर्थः कल्पनापोढः कल्पनायाः बाधिता कल्पनायाः अपोढः इति अत्र अपि कल्पना इति स्त्रीलिङ्गपदं कल्पनायाः इति पञ्चमी विभक्त्यन्तं रूपम् अपोढ इति सूत्रे उक्तम् अतः समासः भवति व्यस्तप्रयोगमपि भवति अर्थः भवति कल्पनायाः बाधितः इति कल्पनापोढः कल्पनायाः अपोढः इति रूपाणि रूपद्वयम् अनन्तरं चक्राद् मुक्तः चक्रान्न मुक्तः चक्रात् मुक्ति इति अर्थः चक्राद् मुक्तः अत्र यरोनुनासिकेऽनुनासिको वा इत्यनेन पदान्तस्य यरः अनुनासिको वा स्यात् अनुनासिके परि अतः चक्रान्मुक्तः इति समासः भवति चक्राद् मुक्तः मुक्तः इति सूत्रे दत्तं चक्राद् पञ्चम्यन्तं सुबन्तं समस्तपदं भवति चक्राद् मुक्तः अनन्तरं तत्र समासे सन्धि करणीयमेव अतः यरोनुनासिकेऽनुनासिको वा इति सूत्रस्य प्रसक्तिः कार्यमस्ति पदमस्ति चक्राद् योगः मुक्तः मकारः अनुनासिकः अस्ति पूर्वं यर प्रातिपदि प्रत्याहारस्य वर्णः दकारः अस्ति अतः दकारस्य परसवर्णः भूत्वा चक्रान् मुक्तः इति रूपं भवति समासः अतः चक्रान् मुक्तः इति एव रूपं तत्र भवति अनन्तरं व्यस्तप्रयोगे संहितायाः विवक्षा नास्ति चेत् चक्राद् मुक्तः इति रूपम् अनन्तरं अत्र प्रश्नः अस्ति भगिनि समासपदमस्ति चक्रान् मुक्तः अत्र विभक्तिलोपकं न किं न भवति अत्र विभक्तिलोपस्य प्रसक्तिः इदानीं तः आयाति न आयाति अग्रे इफ् यु लुक् अट् इट् कल्पनायाः अपोट बिकम्स् कल्पनापोट दट् पञ्चमी प्रत्यय इस् गोन् वेन् द समास इस् मेड् and in swargat patita swarga patita has come whereas in chakrat muktaha the chakra mukta should be chakra muktaha no why should it why is it chakran muktaha yeah good nice very nice doubt yeah I never thought in that angle yeah chakran muktaha chakran muktaha so if this is an example for mukta here in this one then it should be chakra chakra muktah ama chakra yoga nasi yogah mukta yogah su yeah iti eva alaukika vigraha vakyam chakra adah chakra adah then my next question is why you only aluk samasa in this sutra stogantika durani kritrani kena not why not in this apeta podam tatra talpaseha why is that aluk is applicable there and not here these are the questions which came to my mind anyway this I am sending it for correction chakrat muktah chakra muktah so that must be a typing error whereas sandhi kritva vrsta pradeyam chakrat muktah then you can do a sandhi and write as chakran muktah tatra yarvana asika yarvana asika uva will apply because and then you are doing the sandhi with chakrat muktah chakrat plus muktah right it become chakran muktah but sandhi wow, pada my books is chakra muktah chakra muktah it's not a correction maudya because she or I do not know Vidya Bhagini only has prepared no chakran muktah iti samasah bhavati if that also she has given that she will not make such mistakes No, no, Chakra Muktaha is the correct answer, like Mahodaya says. My book also shows that. According to no, book also only that. This word she has made a typing error. This is Chakra Muktaha. The rest of the things are okay. Yeah, Vyasta Prayoga is Chakrad Muktaha. And that can, yeah. Yeah. You have seen it somewhere else, Chakra Muktaha. I'm seeing. I can send you the picture. Let me see. Yeah. Okay. Don't have to send. If you have seen it, it is okay. Yeah, okay. It is. Yeah. Chakra Muktaha. Yeah, Mahodaya. Thanks. Dhanyavad. Right. Then next to Udayanam. Yeah, Swargat Patitaha. Swarga Patitaha. Swarga Yoga, Nasi Yoga, Patita Yoga. So, Swarga Patitaha. स्वर्गात् पतितः व्यस्तरूपं तरङ्गात् अवस्त्रस्तः अत्र भीतिः तरङ्गात् भीतिः अत्रापि तरङ्गयोग नसीयोग अपे अपत्रयोगसु तरङ्गावस्त्रस्तः तरङ्गात् अपत्रस्तः इति चक्रमुक्त तत्र मिस्टेक् ओके चक्रमुक्त धन्यवादः भगिनि. गीताञ्जलि भगिनी पठति वा? आं महोदय, पठामि. अग्रिमं सूत्रम् अस्तु महोदय. तोकार्थे, अन्तिकार्थे, दूरार्थे कृच्छ्रशब्दः च यानि पञ्चम्यन्तपदानि सन्ति तेषां प्रत्ययान्तेन सुबन्तेन सह पञ्चमी तत्पुरुषसमासः भवति. सूत्रमस्ति स्तोकान्तिकदूरार्थकृच्छ्राणि तेन. द्वितीयाध्याये प्रथमपादे नवत्रिंशत्तमं सूत्रमस्ति. स्तोकान्तिकदूरार्थकृच्छ्राणि तेन. स्तोक अन्तिक दूर इत्येवम् अर्थाः पञ्चम्यन्तशब्दाः. पञ्चम्यन्त कृत् छृत् शब्दश्च तान्तेन सह विकल्पेन समस्यन्ते तत्पुरुषश्च समासो भवति. स्तोकार्थकः स्तोकः इत्युक्ते अल्पः. अन्तिकार्थकः इत्युक्ते अन्तिकः इत्युक्ते समीपः. दूरार्थकः तथा कृच्छ्रशब्दः कृच्छ्रशब्दः इत्युक्ते कष्टम्. एतेषां पञ्चम्यन्तसुबन्तपदानां तप्रत्ययान्तेन सुबन्तेन सह विकल्पेन तत्पुरुषश्च समासो भवति. स्तोकञ्च अन्तिकञ्च दूरञ्च तेषामितरेतरद्वन्द्वः स्तोकान्तिकदूराणि तेऽर्थाः येषां ते स्तोकान्तिकदूरार्थाः बहुव्रीहिः. तत्र एव मुद्रणदोषमस्ति. अस्तु. स्तोकान्तिकदूरार्थाश्च कृच्छ्रञ्च तेषाम् इतरेतरद्वन्द्वः. स्तोकान्तिकदूरार्थकृच्छ्राणि स्तोकान्तिकदूरार्थकृच्छ्राणि प्रथमान्तं तेन तृतीयान्तं. द्विपदं सूत्रं सुभमन्त्रिते पराङ्वत् स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राक्कणारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः. सः सुपा इत्यस्य अधिकारः. विभाषा इत्यस्य अधिकारः. अत्र सुपा इति शब्दस्य वचनपरिमाणं कृत्वा बहुवचने भवति. तत्पुरुषः इत्यस्य अधिकारः. पञ्चमी भयेन इत्यस्मात् सूत्रात् पञ्चमी इत्यस्य अनुवृत्तिः. अत्र पञ्चमी इति शब्दस्य वचनपरिणा कृत्वा बहुवचने भवति. अनुवृत्तिसहितसूत्रं स्तोकान्तिकदूरार्थकृच्छ्राणि पञ्चम्यः सुपः तेन सुपासः विभाषा तत्पुरुषः समासः. पठामि महोदय किं वदतु. अस्तु, अत्र यथा पूर्वस्मिन् सूत्रे अल्पशः अस्ति इत्युक्ते कुत्रचित्, अत्र सूत्रे स्तोक इति इति अर्थ इत्युक्ते अल्पः, अन्तिक अर्थ इत्युक्ते समीपः, दूरार्थक इत्युक्ते कष्टम्, अपि च कृच्छ्र इति कष्टम्. हा, कृत् दूरार्थक दूरार्थक दूर दूर दूरं बोधयितुं सुबन्धं सुबन्धः. अस्तु, इत्युक्ते कष्टशब्द इत्युक्ते दूरार्थक तथा कृत् शब्दः इत्युक्ते कष्टम् इत्युक्ते महोदय कष्टम् इत्युक्ते क्लिष्टं क्लिष्टं भवति. तत्तु अवगतम्, किन्तु दूरार्थक तथा तदा तोकार्थकः अन्तिकार्थकः दूरार्थकः त्रीणि पदानि सन्ति, सुबन्धानि सन्ति. येषाम् अर्थ अवबोधनं यानि पदानि दृश्यते तेषां स्वीकरणं भवति. किन्तु कृच्छ्रशब्दस्य पृथक्तया इत्युक्ते कृच्छ्रशब्दस्य सह एव पञ्चम्यन्तं सुबन्धं समासं कर्तुं शक्यते, न तु कृच्छार्थकशब्दस्य. दट् मीन्स् स्तोकार्थकपदान् मीन्स् एनी वर्ड् विच् इस् डिनोटिङ्ग् अल्प अर्थास्. अन्तिकार्थकः इत्युक्ते समीपदर्शयन यानि पदानि समीपं सूचयति तेषां समाहार अस्ति अन्तिकार्थक. दूरार्थक तत्रापि दूरम् इत्युक्ते व्यवधानं किमपि सूचयति चेत् दूरार्थकः भवति. दीस् आर् आल् द ग्रूप्स् आफ् वर्ड्स्, ग्रूप् आफ् वर्ड्स् विच् इस् शोयिङ्ग् लिटिल्, group of words which is showing nearness, group of words which are showing distance. These are the group of words which can make panchami tatpurusha samasa. Also tata krichra shabda ityuktatva krichra, that specific word krichra shabda. And what is the meaning of krichra? Means kashtam or klishtam. But you cannot use kashtam in place of krichra for the samasa. You have to use krichra alone. Whereas in stoka, you can use alpa. Oh. Kintu sutram patitva tattu na, tadartha tu na, ayati eva. Ityukte stoka, antika, durartha, krichrani, sarve eka, uchi eva tattam eva. Tatra artha. तदेव भगिनी उक्तं न, अर्थशब्दस्य इतरेतरद्वन्द्व समासे कथम् अर्थस्य अन्वयं भवति इति अवश्यं तस्य बोधनम् अस्ति चेदेव तस्य अर्थं बोधयति. तत्र अर्थशब्द स्तोक अन्तिक दूर, these are all the iteratara dvanda words in that, and with that artha is added, because artha you are not going to make a samasa with panchami tatpurusha samasa with artha here in this sutra. That's right. So artha is to be related with the stoka shabda, antika shabda, dura shabda means stoka artakaha means all words which are indicating alpa. Antika artakaha means all words which are denoting samipa. Dura artakaha means all words which are denoting distances. Then krishrani is after the artha, therefore krishra is not under the anvayam of artha. Therefore krishra word stands alone, so that word cannot be used in the artha shabda, artha avastha. So that is a standalone word which will become svantena saha samastete chet samasas panchami tatpurusha samasa bhavati. This is what she said, you know, do the homework. आं महोदय. अपि च तत्र ते सर्वे शान्तपदेन सह एव समासः भवति इति अपि दत्तम्. इत्युक्ते स्तोकान्तिकदूराथककृच्छ्राणि पञ्चम्यः सुपः केन सुपा सह विभाषा तत्पुरुषः समासः. विभाषा अपि अस्ति इत्युक्ते विकल्पेन भवति तत्पुरुषः समासः. गोमती भगिनी अनुषा भगिनी आल्सो ऐ वाण्ट् युवर् कान्ट्रिब्यूशन् हियर् शि हेस् मेन्शन् सः सुपा इति विभाषा इति अधिकारः वचनपरिणामं कृत्वा अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति. बट् इन् दु अनुवृत्तिसहितं शी हेज़् नाट् रिटन् सुब्भिः, शी हेज़् रिटन् सुपः एन्लि. वै डिन् द वचनपरिणामं डिड् नाट् हेपन् हियर् इन् द अनुवृत्तिसहितसूत्रं? द वचनपरिणामं शुड् हव् हेपन् नो. पञ्चम्यः सुपः. am I wrong or I don't know, I want you to help me to find out that. But the supaha is prathama ekavachanam, I am feeling. What do you say, Shabagini? Panchami iti shaptasya vachana parinamam, right? So panchamyaha... No, here what she said, atra supaha iti shaptasya vachana parinamam. So supa should be changed as subbi, no? Because supa is here coming again, the tritiya. Atra supa iti shaptasya vachana parinamam kritva bahu vachane bhavati. I thought supa there is stokantika durartha krichrani. स्तोकान्तिकदूरार्थकृच्छानि पञ्चम्या सुब्भिः. हौ डस् द सुपा डिड् नाट् गो थ्रु द वचनपरिणामं हियर्? महोदय, पूर्वसूत्रे अभेदबोध तत्र अपि सः सुपा इत्यस्य अधिकारः. सी हियर् शी हेज़् चेञ्ज्ड् इट् सुब्भिः. अत्र सोपा इति शब्दस्य वचनपरिमाणं कृत्वा बहुवचने भवति. दट् शी हेज़् गिवन् अण्ड् शी हेज़् मेड् इट् सुब्भिः. इट् शुड् बि सुब्भिः नो दट्स् वै ऐ वास् वेन् गीताञ्जलि वास् रीडिङ्ग् अण्ड् इन् द क्लास् आल्सो ऐ हेड् दिस् डौट् बट् देन् ऐ सेड् ओके लेट् अस् डिस्कस् इन् द चिन्तनवर्ग देन् वी विल् डिसैड् वेदर् ऐ एम् रैट् आर् राङ्ग्. Usha Bhagini, did you see that in the previous sutra? In the previous one, yeah. Subbihi is there, yeah. So yeah, whenever she mentioned that, so immediately when she says, no, Vajana Parinaman Kritva means this word has to be become Subbihi. She has given Bahu Vajane. Right. Yeah, good. You are dissecting and analyzing the sentence. Vachana parinamam there's a typo there, just a... No, but Hebrew typo is here, that is different word. No, here about. Vachana parimanam they say, but it is parinamam, right? Vachana parimanam. शब्दस्य अत्र सुपा इति शब्दस्य वचन इट् इस् देर् वचनपरिमाणं बट् इट् इस् वचनपरिणामं रैट् चेञ्जिङ्ग् परिणामं कृत्वा एव वचनपरिणामं परिमाणं वचनपरिणामं हियर् वचनपरिणामं. So I was getting confused, what is right, what is that, am I reading something wrong or not? So it should be subhi. Okay, so what it is, one is the parinamam or parimanam? Parinamam, or here they miss the, and in the towards the end atra panchami, here also there is a typo there. So there is a, you said this, these two have got any connection, and am I reading it something wrong, or is my understanding wrong, is what I am worried about now, because what it should be vachana parinamam krutva, that should be, there is a one change which I am seeing here, and there's instead of upaha it should be subhihi as previous. Subhihi, okay. Gitanjali, you understood what we are discussing? Aam Mahodaya, I thought I didn't look at the previous sentence and compare. I just assumed Supaha to be Panchami Atra or Shashti. Panchamyaha, Supaha, Sena, Supa. Subhihi. It should be Tritiya Bahuvachana. Subhihi. अस्तु महोदय. इन् दिस् वन् इट् इस् वेरि क्लियर् हियर् इन् दिस् वन् देर् इस् नो कन्फ्यूशन् सी पञ्चमी सु नो नाट् देट् वन् देर् इस् just in the previous one, right? Apeta poda mukta patita patrasya. Yeah, it's here also she has mentioned, no, vachana parina parimanam krutva, here the vach parimanam krutva she has mentioned, whether here parinamam or parimanam. It should be parinamam is what? Parinamam is changing, right? Yeah. Then, subhi saha is there. So here also, subhi, subhi saha. Subhaha, subhi saha, vibhasha tatpurusha samasa bhavati. Okay. So I have got a lot of corrections sending, you know, which I have to keep sending to her. Because after this class, whenever there is such things which is noticed, I make out a separate email and send it to her for correction. And she does the correction before the next class, that is the class which is going to come now. Sometimes she sees it just before the class, so she doesn't correct it. After the class, she corrects and sends me the, you know, acknowledgement that, yes, thanks for correction, I mean, bringing it. So I have to send these things now. I think the other, okay, let us go to the... Mahodaya, yeah. Prashna asti tatra, tatra udharanam dattam, sokat muktaha, ityukte, mukta santa padam asti, atra katham janimaha mukta eva atra samichinam, ityukte, kimapi anya padam api svikarn, स्वीकर्तुं शक्यते वा शोकात् मुक्तः? किमर्थं मुक्त इति मम प्रश्नः. इत्युक्ते शोकान्तिकदुरार्थकच्छाणि तेन. कोऽपि कृतान्तपदं भवितुम् अर्हति. अस्तु अस्तु तदेव. इतर स्तोकात् इत्युक्ते इतर अल्पात् right? Alparta. So he has been released a bit, suppose. or stokad alpad mukta. Oh, alpad mukta, here we should take the meaning alpa means his poverty, not as here the stoka meaning is what alpasha alpartham. Alpa means he is having less from the shortage, he was released. That should be the meaning. The person who is, this is the visheshanam now, stokat muktah now. So he had a bandhanam because of alpatvam. So alpatvat bandhana, alpatvat bandhanivrti yatra bhavati tatra stokan muktah iti vaktum shakyate. शोकात् बद्धा अपि भवितुम् अर्हति वा तत्र शोकार्थ अपि भवितुम् अर्हति. शोक इस् आल्सो द वर्ड् विच् इस् इण्डिकेटिङ्ग् अल्पार्थं न. सो इन्स्टेड् आफ् शोकात् मुक्तः यु केन् से अल्पात् मुक्तः आल्सो इस् करेक्ट्. अत्र दत्तं शोकात् तद् इस् अ मुद्रणदोष तत्र लेट् मी डोण्ट् सिङ्ग् अदर्वैस् ऐ फार् गेट् वर् ऐ हव् टु करेक्ट् हेल्प् मी वेन् डिड् वि स्टार्ट् फ्रोम् हियर् फ्रोम् हियर् वि स्टार्टेड् नो. सो इन् दिस् वन् परिणामम् और् परिमाणं हियर् इस् वन् दट् परिमाणं सो अल्पश. So I'll take from here so that she knows that. Otherwise I'll forget where I have to correct it. Then where is the other one which we saw? First word after yatha, toka tadat. One minute. This sentence can be for correction. Which one were you beginning, you said? The first word after yatha, toka tadat. There is one thing, you know. Stokascha, bahuvrihi is wrong, and this one also. Bahuvrihi is also wrong. Muktah. So yeah, but your question was tokat, the padam is used as it is tokat muktah, but it can be stokartha, stokartaka, here this no stokartaka. So it can be that meaning of to another word in place of stoka. Namahodaya. Which is giving the same meaning of stoka. Stoka. Uh-huh. Alpa. How about just using alpa, Mahodaya? Alpa muktaha. Alpa muktaha. Iti vivaksha asti chet api bhavitumarhati. Alpa muktaha will happen because this is uttarapada divara. Because of that, look, aluk bhavati, vibhakti aluk bhavati. Is this tokadi a gana or it is just a padam? Tokartaka hai, it is not tokadi. The word adi is not used. The itaretara dvandam is toka. And stoka, what is that, you know? Stoka antika dura. These are the three, stoka antika dura. Not stokadi, antikadi, duradi. So if you had been stokadi, means then it would have been a gana, like stokadi gana. Like, you know, pradi gana. Yeah, it is not like that. See, here, stoka, antika, dura, itaretara dunda, artha, iti, uktatva, stoka, stokartakaha, antikartakaha, durartakaha. Iti, that is how we have to do the annoya. So here, yeah, it is the udaharanam, stokat muktaha, tatara vibhakti aluk bhavati iti krutva, the panjami vibhakti prateya yatavat tishtati. Iti krutva takarasya dakara muktaha, and here it is here the, you know, yara nunasigo va nunasiga bhavati, na, itra atravi. Tadeva. No, the same thing is applicable here also. गीताञ्जलि भगिनी महोदय, किमपि सूची अस्ति वा तत्र? इत्युक्ते अर्थ स्तोकार्थक अन्तकार्थक इति किमपि सूची अस्ति इति? एतेषां पदानाम् एव शक्यते, अन्यथा किमपि मनसि अस्ति चेत् वक्तुमपि, इत्युक्ते अर्थ एव अग्रे आयासति भगिनि. अत्र पश्यतु, उदाहरणमस्ति, स्तोकान् मुक्तः, स्तोकेन मुक्तः, लघुना आयासेन अनायासेन मुक्तः इत्यर्थः. आयासः न द्रव्यम् इति भावः. आयासः न द्रव्यम् इति भावः. क्रियायाः परिनिष्पत्ति, यत् यत् व्यापारानन्तरं तत् कारकं करणम् इति कथ्यते. अत्र स्तोकात् अनन्तरं सः मुक्तः जातः इत्यतः स्तोकशब्दस्य करणसंज्ञा करणसंज्ञायां प्राप्ते तृतीयायां प्रभाद्य करणे च स्तोकान्तिकृत्राणि च इति सूत्रेण पञ्चमी विभक्ति विकल्पेन तृतीया विभक्ति अपि भवति. एतद् आज्ञे आयासति. दट् हेस् नाट् बीन् टेकन् इन् द क्लास्. So what we have to now look for is that the aluk, aluks, pratyayase aluk bhavati, tat karanat, tad samastapadasya drishtya, pratyayam yadavat tishtati. Iti krutva stokat muktaha iti stite, takarasya yaronumasiko va anunasika iti karanena, मकारस्य पूर्व अनुनासिकरूप तकारस्य अनुनासिक आदेशो भवति कृत्वा तकारस्य नासिक अनुनासिकवर्णमस्ति नकार तत् स्तोकान् मुक्तः इति. यतोहि वर्णं सन्धिरूपं दृश्यते चेदपि तत् समस्तपदम् अस्ति इति स्वीकरणीयम्. अलुक् सर्वदा भवति महोदय, विभक्तेः अलुक् na si aluk samasa is aluks aluk uttarapade adhikaram starts from 6th chapter 3rd adhyayasya prathama sutram asti aluk uttarapade iti. And panjamya here also panjamya stokadibhyah is this sutram is the immediate next sutram 632. Therefore स्तोकादिभ्यः पञ्चमी अर्थे अलुक् भवति इति अधिकारं भवति. तत्कारणेन 631 इस् द उत्तर अलुक् उत्तरपदे इस् द सूत्रम्. इफ् यु लुक् अट् दिस् 631 अलुक् उत्तरपदे. नौ दिस् इस् दट् सूत्र विच् सेस् उत्तरपदस्य उत्तरपदे अलुक् भवति अलुक् उत्तरपदे इति दिस् इस् द फ्रम् वर् दट् अधिकार टोटल् अधिकारसूत्रम् इस् स्टार्टिङ्ग् फ्रम् दिस् आफ्टर् दिस् दर् इस् ए सूत्रं विच् इस् काल्ड् प्राग् वाट् इस् दट् समथिङ्ग् इस् द प्राग् या अलुक्समासप्रकरण अथ अलुक्समासप्रकरणम् अलुक्समाज प्राग् अनङ् प्राग् अनङ् इति अनङ् इति प्रत्ययमस्ति प्राग् अनङ् अप् टु अनङ् प्रत्ययस्य विधानम् अस्ति तत्पूर्वं यत् यत् प्रत्ययानां चर्चा भवति तेषाम् उत्तरपदिका अधिकस्य स्थिते अलुक् भवति इति therefore this is an adhikara range from starting from this sutra till praganam 24 sutra sutram kim mahodaya oh 25th aspect yeah anang rute ruto dvandve until that so the 24 sutras are covered under this adhikara and the very next sutra is what we are now discussing which is panchamya sokadibhyah and that see if you look at the adhikara of the sutra aluk uttarapade is in it is in this adhikara so word here sokadibhyah is the word is here and panjamya so when it is a sokadibhyah panjamya when it is being used tasya uttarapadasya aluk bhavati iti krutva here we can see in this one that स्तोकात् इति पञ्चम्यन्तं प्रत्ययं न लुक् भवति इति कारणात् स्तोकान् मुक्तः यरनुनासिको वा अनुनासिका इति कृत्वा नकारं भूत्वा सन्धिवत् दृश्यते किन्तु सन्धि नास्ति समस्तपदमेव Is there a book where you can see how long the anuvritti lasts? How many sutras? Because this one, Pushpa Mataji's book doesn't tell you. No, Pushpa Mataji's book doesn't show that. I have the Chaukamba series book, Ashtadhyayi, that shows it has got that. Chaukamba series, many volumes, Bhagini? No, Ashtadhyayi is only one book. Okay, Chaukamba publication. I'll find Chaukamba it. Sanskrit Society series and Krishnadas Academy Oriental Publishers. Oriental. Bhagini, eka chitram preshetu. My book is so front, tall. Front page only. Okay. No, Gitanjali Bhagini, if you look at that the folder I shared with you. In the folder it is there, Mahadaya. It is there. It's, if you look at it, Sanskrit learning books. Okay, I should look. Okay. Astu, I'm in it now. Where did you send that folder, Mahadaya? No, this I shared with Gitanjali Bhagini for our preparation of, classes for the non-English speaking classes. She wanted some data. So in that one, it is called what, Mahadev? In that one, if you look at it, I'll show you. Go to Avinash. Okay, Avinash. In Avinash, there is what you call... There is a book in which one, that it is with Anuvritti. I'll the names are not showing me that, yeah. But if I look it inside, maybe it will be there. Yeah, if you look at that sutras, I'll send you that link separately. It is there in our even I think this was shared in the class also by Vidya Bhagini. Somebody shared it, I think Vijayalakshmi or somebody shared it in the class. anuvritti sahita sutra because what they have given is basically given the number. Say suppose if you see the Uttarapada Adhikara here, now in this one what they are writing is, if you look at it here, they will write in the background up to 25. They will put up to 25 in back, in the background back. That means for 25 sutras this Uttarapada will continue. Like yeah, that yeah, he also doesn't tell you immediately, it doesn't tell you. Yeah. Astu mahoday. Dhanyavad mahoday. Atra Namaste Pushpa. Bhagini. I have something which Soumya Krishna Purkar sent yesterday. I'll share it with you. Dhanyavad Bhagini. But your email address I don't have. I'll post it just now in our chat. Okay. Usha Bhagini padati va panchamya stokandipya. Amodya पञ्चम्याः स्तोकादिभ्यः स्तोकादिभ्यः पञ्चम्याः अलुक् स्यात् उत्तरपदे परे अर्थात् स्तोकादिगणे ये शब्दाः पठिताः तेभ्यः पञ्चमी विभक्तेः अलुक् भवति उत्तरपदे परे अस्मिन् सूत्रे स्तोकादिभ्यः इत्युक्ते ये शब्दाः स्तोकान्तिकदूरार्थकृच्छ्राणित्तेन इति सूत्रे उक्ताः तेषां सर्वेषां ग्रहणं भवति. इदं सूत्रम् अलुक् अधिकारे प्रथमं सूत्रम् अस्ति. स्तोक आदिः येषां ते स्तोकादयस्तेभ्यः स्तोकादिभ्यः पञ्चम्याः पञ्चम्याः षष्ट्यन्तं स्तोकादिभ्यः पञ्चमीयन्तम् अलुक् उत्तरपदे इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं पञ्चम्याः स्तोकादिभ्यः अलुक् उत्तरपदे पञ्चम्याः स्तोकादिभ्यः इति सूत्रम् उत्तरपदे इति अधिकारे अस्ति. उत्तरपदे ते पूर्वपदस्य अन्ते what did I say? Changes विकरणं परिणामम् उक्तानि. पञ्चम्याः स्तोकादिभ्यः इति सूत्रे स्तोकादिभ्यः इत्युक्ते स्तोकान्तिकदूरार्थकृच्छ्राणित्तेन इति सूत्रे स्तोकादिभ्यः अन्तिकादिभ्यः दूरादिभ्यः शब्दाः ग्रहणं भवति. पञ्चम्याः स्तोकादिभ्यः अलुक् उत्तरपदे इति अधिकारः अलुक् उत्तरपदे इत्युक्ते पूर्वपदस्य अन्ते विकृतिः न भवति. विभक्तिरूपं तिष्ठति. विभक्तिप्रत्ययः तिष्ठति, अलुक् न भवति. गोमति भगिनी, हियर् आल्सो ऐ एम् फैण्डिङ्ग् दट् भगिनी हेस् रिटन् स्तोकादिभ्यः स्तोकादिगणान्. सो ऐ एम् कन्फ्यूस्ड् नौ. द स्तोकादिगण, ऐ थिङ्क् दे ओन्लि मीन् दो शब्दाः. ये शब्दाः दट् मीन्स् all shabda that means stoka, all shabda that means antika, that's what I thought. All shabdas that mean dura. See, where the here jin artat stoka adi gane ye shabda patitaha patitaha, yeah, tebhyah. So So stogadi ganam, she has very clearly mentioned stogadi ganam. No, no, Mahodaya, but the next sentence says, asmin sutre stokadibhyaha ityukte ye shabdaha sutrena iti sutre uktaha tesham sarvesham grahanam bhavati. Matra, okay. Stokanti, durata, dura. Dura, yes. Stoka, antika, dura. Ye shabdaha, whose meaning is stoka, antika, or dura. Stoka, adihi, ye shamte, stoka. I also feel it's just not stoka. Stoka, di gane, patitaha. एकः जनः अस्ति तत्र शोक इति शब्दः अस्ति तत् शब्दस्य अर्थः भवति अल्पः अल्पः स्तोक अल्प इति तादृश अर्थः यत्र भवति तादृशानि शब्दानि स्वीकुर्मः पञ्चमी तत्पुरुषसमासनिर्माणार्थम् इति अर्थं भवति इति दट् ऐ थिङ्क् महोदय वि केन् क्लारिफै शी इस् गोयिङ्ग् टु टेक् दिस् आस्पेक्ट् टुडे इन् द क्लास् सो वि केन् आस्क् दट् अट् दट् टैम् Because she has not completed this aspect of, that Dvanda Samasasya Prasakti, Artha Shabdasya Sahitam, what happens, and here, Uttarapadasya, so Vanchamya, Stokadi Pihayiti Uttatva, Stokadi Gane Ityukte, Stokadi Stokadi Stokartha Stokarthakaha, Dura Antikarthakaha, Durarthakaha Bhavativa, अथवा स्तोकादिगण पृथक् गण अस्ति वा इति न वक्तुं शक्यते भगवती वर्गे यत् स्पष्टीकरोति तदेव स्वीकरणीयम् इन् द अष्टाध्यायी इफ् यु लुक् अट् इट् not in this one this sutra this one that is not ashtadhyayi.com there ashtadhyayi.ganapadaha is there see in the you saw that in the on the right hand side there is a drop down where you get a ganapada okay in that sarvadiganaha swaradiganaha vachadiganaha like all the ganas have been given akriti gana akriti gana just quickly go to mahodaya whether sogadi gana is there only see the title then our doubt will be clear as well No. No, it is not there. In Laghu Siddhanta Kaumudi also it is given in the back, but there is no Stokadi Gana Mahodaya. Yeah, I don't think Stokadi Gana is there. Yeah, it is only the meaning, whatever words that mean Stoka are. Antikar. Okay. Anyway, we will stop here because yeah, purchadu bhagini. Ekam vadami tatra purvasmin parichede panchanyah iti dattam nakara asti panchamya mudran dosha tatra api. Mudran dosham asti tatra api. Aha. Tadeva. I'll be sending this also. भगिनी अहमस्ति सहितसूत्रे वा कुत्र नेक्स्ट् पेराग्राफ् panchamyah stogatibhyah. Instead of makara, nakara has come. Okay. Api purvasmin parichede api tadeva asti. Atrapi atrapi dvivaram asti iti. Dvivaram asti. Astu tadeva. Okay, we'll stop here. We'll go ahead with that. Any other thing which we need to discuss? No chief. Okay. Dhanyavadaha. Namaskara. Dhanyavadaha. Dhanyavadaha.